अस्तु, सर्वेभ्यः नमो नमः। अस्माकं नूतनपाणिनीयव्याकरणे सर्वेषां स्वागतम्। प्रवृत्तमानविषयः अस्ति दशधातुगणाः इति। गतसप्ताहे वयं भुआदिगणादारभ्य रुदादिगणपर्यन्तं परिचयं प्राप्तवन्तः। इदानीं वयं किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम। यदा वयं भुआदिगण आरभ्य दृष्टवन्तः, तत्र वयं ज्ञातवन्तः यथा कथं विकर्णप्रत्ययेन गणाः भिद्यन्ते इति ज्ञातवन्तः। कः धातुः कस्मिन् गणे अन्तर्भवति इति अभिज्ञानम्, अभिज्ञानम् इत्युक्ते रेकग्निशन्, एतेषां विकर्णप्रत्ययानाम् आधारेण एव करणीयम्। यदा विकर्णप्रत्ययः शप् इति अस्ति चेत् तत्तु भुआदिगणीयदातवः इति वयं ज्ञातुं शक्नुमः। तत्र प्रथमगणः आसीत् भुआदिः, तत्र वयं दृष्टवन्तः विकर्णप्रत्ययः शप् इति, षकारपकारलोपानन्तरम् अ इति एव अवशिष्यते इति अपि दृष्टवन्तः। अत्र इतोपि किञ्चित् विषयम् अहम् अद्य वदामि। शप् इति यद् अस्ति, विकरणप्रत्ययः इति यत् शप् इति यद् अस्ति, तत्र प्रभावेन एव गुणः भवति। अस्तु वा, तत्र एव वयं गुणः इति विषये अपि दृष्टवन्तः। तत्र किमपि प्रश्नः आसीत् वा? श्रूयते किल? आम् श्रूयते भगिनि। आम् आम्, प्रश्नः अस्ति चेत् कृपया पृच्छतु। तत्र एव वयं यदा भुआदिगण परिशीलितवन्तः, तत्र एव वयं गुणः इति विषये दृष्टवन्तः। गुणः इत्युक्ते धातोः अन्तर्भूतस्वरे स्वरे भवति, इत्युक्ते यदा इकारः वा ईकारः वा अस्ति चेत् तत्र तस्य परिवर्तनम् एकारः इति भवति। उकारः ऊकारः तु ओकारः भवति। ऋकारः ऋकारः अस्ति चेत् अर् इति तस्य परिवर्तनं भवति। ईकारस्य स्थाने एकारः इति परिवर्तनं भवति, तदेव गुणः। परन्तु तत्रापि वयं दृष्टवन्तः, यदा धातोः अन्ते इकारः ईकारः अस्ति चेदेव एकारः भवति, परन्तु उपधायाम्, उपधा इत्युक्ते अन्तिमवर्णात् पूर्ववर्णं, तत्र लघु इक्वर्णः, इक्वर्णः इत्युक्ते इ ऊ तत् लघु इक्वर्णः अस्ति चेदेव गुणः भवति इति अपि वयं दृष्टवन्तः। स्मर्तव्यं यत् उपधायां दीर्घ इक्वर्णः भवति चेत् गुणः न भवति। अनन्तरम् उपधायां स्वरः एव इति कोऽपि नियमः नास्ति। हल् शब्दः, हलन्त वर्णः अपि भवितुम् अर्हति। अतः यदा धातुः स्वीकुर्मः चेत् उपधायां कः वर्णः, स्वरः वा हल् वर्णः वा इति परिशीलनीयम्। अनन्तरं तद् भुआदिगणस्य विषये वयं दृष्टवन्तः। द्वितीयगणः आसीत् अदादिः इति। अदादिगणे तु विकर्णप्रत्ययस्य लोपः भवति, इत्युक्ते शप् इति विकर्णप्रत्ययः वस्तुतः सर्वत्र आगच्छति, इत्युक्ते दशगणेषु अपि प्रथमं शप् इति आगच्छति, अनन्तरम् एव शप् इति यदा दिवादिगण आरभ्य तस्य तत् प्रबाद्य, इत्युक्ते तस्य स्थाने अन्यविकरणप्रत्ययः आगच्छति। अतः स्मर्तव्यं यत् दशेषु गणेषु अपि प्रथमं शप् इति विकरणप्रत्ययः आगच्छति इति। अदादिगणे तु शपः लुक् भवति, लुक् इत्युक्ते लोपः, अदर्शनं लोपः, तत्तु गच्छति एव, अपगच्छति, पूर्णतया अपगच्छति, किमपि न अवशिष्यते। परन्तु तस्य कार्यम् अस्ति, तद् वयम् अग्रे द्रक्ष्यामः किं कार्यम् इति। तृतीयगणः अस्ति जुहोत्यादिः। तत्र वयं दृष्टवन्तः विकर्णप्रत्ययस्य यदापि लोपः भवति, परन्तु तस्य लक्षणं, जुहोत्यादिगणस्य लक्षणमस्ति अस्ति द्वित्वं यदा दधाति इति धातुः दाधा इति भवति अन्यकारणेन तस्य ह्रस्वत्वं भवति दधाति इति लटीरूपम् आगच्छति इति चतुर्थगणः अस्ति दिवादिः इति तत्र विकरणप्रत्ययः श्यन् तत्र शकार नकार लोपानन्तरं य एव अवशिष्यते यदा नश्यति य इति नश्यति इति रूपं भवति दिवादिगणस्य लक्षणम् अस्ति य इति विकरणप्रत्ययः स्वादिगणः इति पञ्चमगणः तत्र श्नु इति विकरणप्रत्ययः श्नु नु भवति शकारस्य लोपानन्तरं नु एव अवशिष्यते नु नो भवति तत्र वयं दृष्टवन्तः आप्नोति इति लटि प्रथमपुरुष एकवचनरूपम् आप्नोति इति तत्र नो इति भवति इति दृष्टवन्तः षष्टमगणः अस्ति तुदादिः इति तत्र तु शकारः विकरणप्रत्यये शकारः तत्र अकारः एव अवशिष्यते तत्र वयं दृष्टवन्तः तुदादिगण भुवादिगणयोः भेदः कः इति अपि वयं दृष्टवन्तः भुवादिः गुणः भवति तुदादिः गुणः न भवति भुवादिः सामान्य गणः तुदादिः विशिष्टगणः यदा भुवादिः शत्रन्तस्त्रीलिङ्गरूपे नुम् आगमः नकारस्य आगमः नित्यं भवति नित्यम् इत्युक्ते सर्वदा भवति परन्तु तुदादिगणे वैकल्पिकं विकल्पेन भवति इत्युक्ते तत्र रूपद्वयं भवति चलति इति धातुः चल् इति धातुः वयं स्वीकृतवन्तः चलन्ति इति अपि रूपं चलति इति रूपम् अपि साधु इति वयं परिशीलितवन्तः अनन्तरं सप्तमगणः आसीत् रुदादिः इति तत्र रुदादिगणे विकरणप्रत्ययः श्नम् तत्र शकारमकारलोपानन्तरं नकारः एव अवशिष्यते नकारः तु अत्र अस्मिन् गणे बहु मुख्यम् अस्ति धातोः मध्ये विकरणप्रत्ययः आगच्छति अस्मिन् गणे एव धातोः मध्ये विकरणप्रत्ययः आगच्छति चिद् इति धातुः स्वीकुर्मः चेत् ची न दकारः तकारः तत्र दकार तकारयोः मध्ये हल् सन्धिः भवति चिनत्ति इति रूपम् आगच्छति तत्र एव धातोः मध्ये विकरणप्रत्ययः इति वयं दृष्टवन्तः अत्र किमपि प्रश्नः अस्ति वा अग्रे सरामः वा इदानीं राजेन्द्रमहोदय पठति वा आम् आम् आं भगिनि तनादि गणः आरभ्य आम् तनादिः अष्टमः गणः तन् इत्यादयः धातवः तनोति इत्यादीनि क्रियापदानि विकर्णप्रत्ययः उ ओ ओ भवति उदाहरणत्वेन क्री धातु करोति तृन् धातु तृणोति सन्दातु सनोति किं लिखितम् अस्ति अत्र तनादिगणः अष्टमगणः अस्ति तस्य विकर्णप्रत्ययः उ अस्ति तस्य गुणं भूत्वा ओ ओ भवति तथा यथापि यदा यथा चिन्तयामः तन् धातु यथा इत्यादयः धातवः सन्ति तनादिगणे तन् धातु उकार विकर्णप्रत्ययः आगत्य तदनन्तरं तिङ् प्रत्ययः योजनेन तनोति भवति तस्य उकारस्य ओकारः भवति तथैव क्री धातु अस्ति क्री तत्रापि गुणं भूत्वा कर् उ योगति करोति उकारस्य ओकारः भवति करोति तृण् तृणोति तथैव सन् सनोति सनोति रूपं भवति अत्र विकरणप्रत्ययः उकारः विकरणप्रत्ययः उकारः अस्ति तनादिगण स्वादिगणयोः भेदः कः महोदय तनादिगण इत्युक्ते सनादि तनादि स्थनादि स्वादिगणयोः. ओ स्वादि, अहं चिन्तयामि, चिन्ता भगिनि. स्वादिगणे किम् अस्ति, तत् विकर्णप्रत्ययः शनु अस्ति, तत् शकारनकारिलोप शकारलोपः भूत्वा नु भवति, तत् तस्य गुणं भूत्वा तत् नो भवति विकर्णप्रत्ययः. यथा आप् योग नो योगति आप्नोति, तत् भवति. प्रथमं तु नु आगच्छति, तदनन्तरं तस्य गुणं भूत्वा नो भवति, तत् तिङ् प्रत्यय मेलनेन आप्नोति. तथैव चि योग नु चिनु गुणं भूत्वा चिनो योग तिङन्तप्रत्यय मिलित्वा तत् चिनोति. तथैव शक् यो शक् तत्र नु आगच्छति, शक्नु गुणं भूत्वा शक्नो तिङन्तप्रत्ययः ति मिलित्वा तत् शक्नोति भवति. तद् नु अस्ति, अत्र तु तनादिगणे उ अस्ति, उ एकम् अस्ति. आम् आम् सत्यम्. तत्र नु अस्ति, नो इति अस्ति, चिनोति इति. यदा अत्र तृणोति, तृण् इति धातुः स्वीकुर्मः चेत् तत्र ओकारस्य मेलनं भवति, तृणोति. नकारः तु धातोः एव अस्ति, धातोः भागः अस्ति नकारः, अतः ओकारस्य मेलनेन तृणोति इति भवति. उत्तमं महोदय. अनन्तरं केनापि आगतं वा नूतन 1010 इति? हरिप्रसादः अहमस्मि भगिनि. प्रश्नः अस्ति अत्र, यद्यपि तत्र यदा वयं लट् लकारे पश्यामः तत्र भेदः अधिकं नास्ति चिनोति अपि च करोति वा तृणोति मध्ये, ऐ मीन् तृणोति मुख्यतया, तत्र इतोपि कथं जानीमः स्वादि अपि च तनादि गणे भिन्नता? आम्, तत्र यदा स्वादिगणे धातुः भागं नकारः नास्ति, यथा प्रथमतया वयं पश्यामः चेत् चि इति एव धातुः, नो इति योजयामः विकरणप्रत्ययः, चिनोति इति रूपम् आगच्छति. परन्तु तनादिगणे ओकारस्य एव मेलनं भवति. तत् नकारः तु धातोः भागमस्ति, तृण् इति धातुः, तत्र एव नकारः अस्ति, ओकारः वयं योजयामः. प्रथमस्तरे तु एतदेव कार्यं, विस्तरेण वयं पश्यामः, परन्तु प्रथमस्तरे एतदेव कार्यम् इति. यदा वयं प्रथमपुरुष एकवचनरूपं दृष्ट्वा एतत् कस्मिन् गणे अस्ति इति अनुमानमेव, धातुः दृष्ट्वा एव कस्मिन् गणे इति किञ्चित् यदा अभ्यासेन अवश्यं भवति, परन्तु प्रथमवारं यदा एकः धातुः स्वीकुर्मः चेत् तद् दृष्ट्वा एव कस्मिन् गणे इति वक्तुं न शक्नुमः महोदय. अभ्यासेन भवति, परन्तु यदा प्रथमपुरुष एकवचनं लटि प्रथमपुरुष एकवचनरूपं स्वीकुर्मः चेत् वयम् अवश्यम् अनुमानं कर्तुं शक्नुमः एतद् यस्मिन् गणे अस्ति इति. स्पष्टं वा? अस्तु भगिनि, स्पष्टं, धन्यवादः. इदानीं माला भगिनी पठति वा? भगिनी पठामि, परन्तु पत्रं कस्मिन् पत्रे वयं पठामः? एतत् प्रथमपत्रमस्ति, धातुगणाः इति. अस्तु अस्तु, प्रथम तर्हि ई पत्रे लिङ्क् अपि अस्ति. अत्र नवम क्रयादिगणः, नवमः गणः क्री इत्यादयः धातवः, क्रीणाति इत्यादीनि क्रियापदानि, विकरणप्रत्ययः श्ना, अनन्तरं ना भवति, उदाहरणार्थं ग्रह् ग्रह्णाति, ज्ञा जानाति, अश् अश्नाति, वृ वृणाति, स्तभ् स्तभ्नाति, बन्ध् बध्नाति. अत्र विकरणप्रत्ययः अस्ति श्ना, तत्र श अपगच्छति, अनन्तरं ना इति तिष्ठति. ग्रह्णाति इति क्रियापदं स्वीकुर्मश्चेत् अन्ते ग्रह् इति धातुः, अनन्तरं ना आगच्छति, अनन्तरं ति ग्रह्णाति इति भवति खलु. आम् आम् भगिनि. अस्तु, तत्र वयं यदा पश्यामः ग्रह् इति धातुः गृह्णाति इति रूपं भवति, परन्तु वृ इति धातुः वृणाति इत्येव रूपम् अस्ति. किमपि परिवर्तनं न भवति, ऋकारस्य ऋकारः एव तिष्ठति. परन्तु अत्र गृह् इति यदा उपधायां रेपः अस्ति, तत्तु गृ इति ऋकारः भवति. कथम् इति एक वदामि. तत्र सम्प्रसारणम् इति कार्यमस्ति. केचन परिगणितदातवः तत्र सम्प्रसारणकार्यम् इति भवति. यण्सन्धिः भवन्तः सर्वे जानीयुः, तत्र विपरीतक्रमः सम्प्रसारणकार्यम् इत्युक्ते यकारस्य स्थाने इकारः, वकारस्य स्थाने उकारः, रेपस्य स्थाने ऋकारः इति परिवर्तनं भवति. एतत् गणनिमित्तिककार्यं नास्ति. सम्प्रसारणदातवः इति केचन दातवः सन्ति, तस्य परिवर्तनं भवति, तदेव कार्यम्. एतद् क्रियादिगणविषयम् इति नास्ति. क्रियादिगणस्य लक्षणं तु ना श्ना इति विकरणप्रत्ययः एव, परन्तु यदा वयं ग्रह् इति धातुः स्वीकुर्मः तत्र एतत् कार्यं भवति इति स्थूलरूपेण जानन्तु. अनन्तरम् अग्रे वयं विस्तृतरूपेण पश्यामः. अनन्तरं भगिनी, तत्र न्या इति धातुः अस्ति, एकप्रश्नः. आम् आम्. केवल यण्सन्धि भवति चेत् सम्प्रसारणं भवति वा, नो चेत् कुत्रापि? न न यण्सन्धिः विपरीतक्रमः सम्प्रसारणकार्यम्. यण्सन्धिः इत्युक्ते सम्बन्धः कोऽपि नास्ति महोदय. तत्र अवगन्तव्यम् इति अहं वदामि, यण्सन्धिः विपरीतक्रमः इति. यण्सन्धिः सम्प्रसारणकार्यस्य किमपि किं वदामः, किमपि महत्त्वं नास्ति. तद् भिन्नकार्यम्, एतद् भिन्नकार्यम्. अत्र यदा धातुः रेपः अस्ति, ग्रह् इति धातुः स्वीकुर्मः, तत्र किमपि विशिष्टसूत्रम् अस्ति. तत्र परिगणितदातवः सन्ति, तत्र सम्प्रसारणकार्यं भवतु इति तत् सूत्रं वदति. अतः तत्र सम्प्रसारणकार्यं भवति. यण्सन्धिः भिन्नकार्यम्, एतत् सम्प्रसारणकार्यं भिन्नकार्यम्. स्पष्टं वा? अस्तु. भवत्या पूर्वोक्तवाक्ये मिलित्वा आगतौ, तस्मात् मम तेन मम ओहो चिन्ता नास्ति. विपरीतक्रमः इति यण्सन्धिः सर्वे जानेयुः इति अतः अहम् उक्तवती. यण्सन्धिः विपरीतक्रमः सम्प्रसारणकार्यम्. तर्हि सम्प्रसारणं किमपि सन्धेः आगन्तुं सन्धौ आगन्तुं शक्य न सम्प्रसारणकार्यं, गुणकार्यम्, एतत् सर्वं धातोः विषये एव. तत्तु प्रथमम् आगच्छति, अनन्तरमेव सन्धिकार्यं. सन्धिकार्यं सर्वदा अन्तिमे एव आगच्छति. यदा धातुः निर्माणस्थले वयं स्वीकुर्मः चेत् प्रथमं गुणकार्यं भवति, यत्किमपि अन्यकार्यमस्ति तत् सर्वदा भवति, अनन्तरमेव अन्तिममेव सन्धिकार्यम्. सम्बन्धः नास्ति गुणकार्यस्य वा सम्प्रसारणकार्यस्य वा, सन्धिकार्येण सह किमपि सम्बन्धं नास्ति. तत्तु भिन्नकार्यम्, एतद् भिन्नकार्यम्. यदा सन्धिकार्यं वयं वर्णनिमित्तिककार्यम् इति वदामः, वर्णस्य मेलनं वा अपगमनं वा आगमनं किमपि भवति किल, तत्तु वर्णनिमित्तिककार्यम् इति वदामः. तत् अन्तिमे आगच्छति धातुनिर्माणस्थले. अन्तिमकार्यं सन्धिकार्यं, प्रथमं सम्प्रसारणं वा गुणकार्यमस्ति चेत् गुणकार्यं, सम्प्रसारणकार्यमस्ति चेत् सम्प्रसारणकार्यं, तत् सर्वत्र तद् भवति अनन्तरमेव सन्धिकार्यं. सम्बन्धः नास्ति, किमपि सम्बन्धः नास्ति. अस्तु, अस्तु. अत्र गुण इत्युक्ते यत् अकार यत् योजयामः तद् एव गुण इति? न न न न, तदपि नास्ति. गुणः इत्युक्ते वयं भवादिगणे दृष्टवन्तः किल, धातोः अन्ते यदा दीर्घ वा ह्रस्व इकारः ईकारः अस्ति चेत् तस्य परिवर्तनं भवति इति वयं दृष्टवन्तः. तदेव गुणसन्धिः अपि, गुणसन्धिः अपि तदेव भवति. गुणसन्धिः भवति, परन्तु एतत्तु धातुः विषये प्रथमं तद् भवति. धातुः परिवर्तनं भवति यदा वयं शुच् इति धातुः स्वीकुर्मः चेत् शोच् इति धातुः परिवर्तनं भवति. अनन्तरं एकवारं गुणसन्धिः अपि प्रसक्तिः अस्ति यदा शोचति इति. शोचति विषये नास्ति, परन्तु यदा अवसरः भवति चेत् तत्र गुणसन्धिः भवतु अति इति अपि क्रमः भवितुम् अर्हति प्रक्रियायां. गुणः इति कार्यं भिन्नं, गुणसन्धि इति कार्यं भिन्नम्. गुणः इति विषयः प्रथमम् आगच्छति. अस्तु, तर्हि मम स्पष्टीकरणकृते एकम् उदाहरणं वदामि. तत्र सम्यक् वानं वा कृपया वदतु. यदि शोच् शुच् इति धातुनियमः, तत्र तस्य निजन्तरूपं शोचि भवति. तत्र अकार योजयित्वा तत्र शोचयति, तदपि अण्सन्धिवत् भवति. प्रायः अत्र मम उदाहरणं सम्यक् नास्ति. अस्तु, पुनः चिन्तयित्वा वदामि. यदा जी इति धातुः स्वीकुर्मः तत्र भवति जयति इति येचो यवायावः यान्तावान्तदेशसन्धिः भवति किल. प्रथमं तु गुणकार्यं भवति, जी जे भवति. अनन्तरम् अकारः योजयामः. अकारः योजयामः चेत् तत्र एकारः अकारः अस्ति. अत्र यान्तावान्तदेशसन्धिः भवति, जयति इति रूपं भवति. अत्र अवसरः यान्तावान्तदेशसन्धिः अवसरः अस्ति, अतः तद् भवति. यदा गुणसन्धिः अवसरः आगच्छति चेत् तद् भवति. अस्तु, तर्हि अत्र एतत् गुणकार्यं गुणसन्धि मध्ये अस्ति भिन्नवार्ता, यद्यपि समानपरिणामो भवति. गुणः तु धातोः विषये एव, धातुः. सन्धिः तु यदा वर्णद्वयस्य मेलनं भवति तत्र सन्धिः भवति. शुच् योगः अयोगः ति, तत्र सन्धिः अवसरः अस्ति, तत्र भवति. यदा वयं हल् सन्धिः विषये अपि दृष्टवन्तः किल, ची योगः न योगः द योगः ति, तकार दकार तकारयोः हल् सन्धिः भवति, चिनत्ति इति रूपम् आगच्छति. सन्धिः अवसरः अस्ति चेत् तद् भवति, परन्तु सन्धिकार्यं सर्वदा अन्तिमस्तरकार्यमेव. प्रक्रियायाम् अन्तिमस्तरे सन्धिकार्यं, प्रथमः धातुः निर्माणम्, अनन्तरम् एतद् विकरणप्रत्यययोजनं, तिङ् निमित्तिककार्यं सर्वं भूत्वा एव सन्धिकार्यं भवति. अस्तु, धन्यवादः. स्पष्टं वा महोदय? स्पष्टं, धन्यवादः. सम्प्रसारणम् इत्युक्ते किम्? सम्प्रसारणम् इति एका संज्ञा अस्ति भगिनि. सम्प्रसारणकार्यम् इत्युक्ते यदा अहम् उक्तवती यण्सन्धिः विपरीतक्रमः भवति, यकारस्य स्थाने वकारस्य स्थाने उकारः, रेपस्य स्थाने ऋकारः. यदा वयम् अत्र दृष्टवन्तः ग्रह् इति धातुः, रेपः अस्ति किल उपधायां, रेपः अस्ति, तत्तु ऋ इति परिवर्तनं भवति, तत् सम्प्रसारणकार्यम् इति वदामः. अस्तु, केचन दातवः विषये एव, परिगणितदातवः विषये एव एतत् सम्प्रसारणकार्यं भवति. तद् अतः एव अहं सूचितवती अत्र वृ इति धातुः अस्ति, तत्र सम्प्रसारणकार्यं न भवति, सर्वत्र न भवति, केचन परिगणितदातवः विषये एव. तद्वयम् अग्रे द्रक्ष्यामः कः धातुः इति. अत्र यदा वयं ज्योति भगिनी भवती किमपि वक्तुम् इच्छति? आम्, तत्र न्याधातुः इति यदा वयं स्वीकुर्मः तत्र जानाति इति रूपं भवति, तत्र दात्वादेशः, धातुः एव आदेशः इति वदामः. न्याधातुः जानाति इति रूपं, तत्र इतोपि किञ्चित् कार्यमस्ति, परन्तु तस्य नाम अस्ति दात्वादेशः इति. पादातुः वयं सर्वे जानाति जानन्ति, पादातुः भगिनी वदति वा कः? पिबति. पिबति, तत्रापि धात्वादेशः भवति, पादातुः पिबति इति रूपं प्राप्नोति. किमपि कार्यमस्ति, सूत्रमस्ति, वयं द्रक्ष्यामः, परन्तु सूचनार्थं वदामि, तस्य नाम अस्ति धात्वादेशः, धातुः एव आदेशः भवति तत्र. धन्यवादः भगिनी. भगिनी, आदेशः इत्युक्ते परिवर्तनं वा? परिवर्तनं, आम् आम्. ज्योति भगिनी पठति वा? अपि च एकः प्रश्नः अस्ति, बन्ध धातु रूपमस्ति, तत्र बध्नाति इति आगच्छति, तत्र बध्नाति नास्ति, तत्रापि आदेशः धात्वादेशः भवति वा? धात्वादेशः इति न, अत्र किञ्चित् कार्यमस्ति, नकारस्य लोप कृते किञ्चित् सूत्रमस्ति, नकारस्य लोपः भवति, बद् इति रूपम् भवति, अनन्तरं तस्य बध्नाति इति नकारयोजनेन बध्नाति इति आगच्छति. तत्र नकारस्य लोपविषये किञ्चित् विशिष्टसूत्रम् अस्ति, वयं द्रक्ष्यामः अवश्यं महोदय तस्मिन् विषये. ज्योति भगिनि. आं, पठामि. चुरादिः दशमः गणः, चुर् इत्यादयः धातवः, चोरयति इत्यादीनि क्रियापदानि, स्वार्थे णिच् प्रत्ययः, तदा विकरणप्रत्ययः शप् तस्य अ इति अवशिष्यते, अतः आहत्य अय इति विकरणप्रत्ययः. उदाहरणार्थं क्षल् क्षालयति, प्रेष् प्रेषयति, कथ् कथयति, गण् गणयति, चिन्त चिन्तयति, भक्ष्य भक्षयति. वदति वा भगिनि किम् अवगतवती इति? दशमगणस्य विकरणप्रत्ययः तु शप् एव, यथा प्रथमगणस्य द्वादिगणस्य, तत्र श प तस्य लोपः भूत्वा अ एव तिष्ठति, परन्तु चुरादिगणे णिच् प्रत्ययः अपि आगच्छति, तस्मात् य तत्र आगच्छति, अ अनन्तरं य, अतः अय इति विकरणप्रत्ययः भवति. उत्तमम्, उत्तमम्. अत्र चुरादिगणे तु स्वार्थे एव णिच् भवति, स्वार्थे इत्युक्ते स्वस्मिन् अर्थे, यदा चोरः चोरयति इत्युक्ते चोरः स्वस्मिन् अर्थे चोरयति, परन्तु णिच् इति प्रत्ययः तु स्वार्थे अपि भवति, प्रेरणार्थे अपि भवति, चुरादौ स्वार्थे एव भवति. इत्युक्ते यदा अहम् उक्तवती स्वस्मिन् अर्थे इति, अहं पत्रं प्रेषयामि इति स्वार्थे, अहं प्रेषयामि इति अत्र अस्मिन् अर्थे भवति. अत्र किं भवति इत्युक्ते, यदा चुर् इति धातुः स्वीकुर्मः, तत्र णिच् इति प्रत्ययः योजयामः, तत्र नकारस्य चकारस्य लोपः भवति, इ एव अवशिष्यते, चुर् योगः इ, चोरि इति रूपं भवति. अतः तत्र धातुद्वयमस्ति, चुर् इति प्रथमधातुः, निच् योजनानन्तरं चोरि इति द्वितीयधातुः. चुर् इति एकः, चोरि इति द्वितीयम्. अनन्तरं चोरि इति धातोः शप् इति विकरणप्रत्ययः योजयामः. तत्र किं भवति इत्युक्ते चोरि इति ईकारस्य गुणः भवति प्रथमं, चोरे योगः अ, अनन्तरम् ऐ यान्तावान्तादेशसन्धिः, अत्रापि यान्तावान्तादेशसन्धिः भूत्वा चोर् योगः ऐ योगः अ चोरय इति रूपं वयं प्राप्नुमः. तत्र ति इति तिङ् प्रत्यये योजयामः चेत् चोरयति इति रूपं भवति. अत्र गुणकार्यं तु स्थलद्वये भवति. प्रथमं यदा चुर्योगः ई इति अस्ति, तत्र उपधायाम् उकारः अस्ति, तद् ओकारः भवति चोरि इति. अनन्तरम् ईकारः अन्तिमवर्णः अस्ति, शप् योजयामः चेत् चोरे इति द्वितीयवारं गुणः भवति, चोरय इति रूपम् अत्र आगच्छति. अत्र एतत् स्पष्टं वा? एतत्तु स्वार्थे भवति, स्वार्थे भवति चेत् एव चुरादिगणि गणे भवति. यदा प्रेरणार्थे निच् भवति चेत् तत्तु भिन्नवार्ता अस्ति. प्रेरणार्थे निच् इति तत्र बालः यदा बालः विद्यालयं गच्छति इति सामान्यवाक्यं स्वीकुर्मः, तत्र प्रेरणार्थे निच् भवति चेत् पिता बालं विद्यालयं गमयति, गमयति इति प्रेरणार्थे पिता गमयति इति, बालं गमयति, पिता प्रेरयति पुत्रं विद्यालयं गच्छतु इति प्रेरयति, तत्र प्रेरणार्थे भवति. परन्तु एतदपि स्मर्तव्यं यत् चुर् धातुः अस्ति, तत् प्रेरणार्थे अपि भवति, परन्तु रूपं तु चोरयति इति एव तिष्ठति. कृष्णः चोरेण चोरयति, वयं न चोरयति, चोरेण चोरयति. तत्र प्रेरणार्थे अपि चुर् धातुः वयम् उपयोगं कर्तुं शक्नुमः इति. प्रश्नः अस्ति वा भगिनि? अत्र चोरी इति रूपम् आगतं निच् योजनेन, अनन्तरम् अय प्रत्ययं योजयामः वा अ योजयामः वा? प्रथमं अ एव योजयामः, शप् इति किल, शप् इति विकरणप्रत्ययः योजयामः. अत्र शप् इति भवान् जानाति, अ एव अवशिष्यते. चोरे योगः अ इति अस्ति चेत् तत्र यान्तावान्तादेशसन्धिः भूत्वा अय इति भवति. धन्यवादः. चोरय इति रूपम् आगच्छति. एतावत्पर्यन्तं कोऽपि प्रश्नः अस्ति वा? अग्रे सरेमः वा? येन केनापि आगतं वा मध्ये नूतनतया? अस्तु, इदानीं वयं दशमगणे, क्षम्यतां, प्रश्नः अस्ति, दशमगणे नित्य णिच् प्रत्ययः अस्ति वा विकल्पेन भवति? न, विकल्पेन न, स्वार्थे अर्थं स्वार्थे अस्ति, णिच् प्रत्ययः तु नित्यमस्ति विकल्पेन. नित्यं तर्हि परार्थे न भवितुम् अर्हति एव, स्वार्थे एव भवितुम् अर्हति. आम्, स्वार्थे एव भवितुम् अर्हति. यदा प्रेरणार्थे भवति चेत् तत्तु निच् भिन्न निच् अस्ति. तत्तु यदा वयं तत्र उवादिगणीयधातुः अपि प्रेरणार्थे वयम् उपयोगं कर्तुं शक्नुमः किल, यदा पठति पाठयति इति रूपं भवति तत्र वयं तदपि. परन्तु यदा चुरादिगणे तु केचन धातवः एव चुरादिगणे अस्ति, तस्य अर्थः स्वार्थे एव. अस्तु, अपि च स्वार्थे अस्ति चेत् वा प्रेरणार्थे अस्ति चेत् भिन्नानि सूत्राणि कार्यं करोति वा? इदानीं वयं किं कुर्मः इत्युक्ते धातुगण अभ्यासः स्वीकुर्मः. चतुर्थ करपत्रम् अस्ति भगिनि. प्रेरणार्थे यत् आगच्छति पाठयति इति, सः पाठय यत् अस्ति सः अपि चुरादिगणम् इव प्रचलति वा अन्यथा? चुरादिगणम् इव प्रचलति एव, परन्तु तत्र अपि किञ्चित् कार्यम् अस्ति महोदय. कथम् आगच्छति, निच् द्विवारम् आगच्छति, एकस्य लोपः भवति इति किञ्चित् भिन्नकार्याणि तत्र सन्ति. चतुर्थकरपत्रं स्वीकृतवन्तः वा? आं भगिनि. अस्तु, प्रथमं जगन्नाथ महोदय पठति वा प्रथमधातुः? धातुगण अभ्यासः. धातुः अर्ज इति क्रियापदम् अर्जते. प्रथमः गणे अस्ति. भ्वादि गणस्य नाम भ्वादिगणः. धात्वार्थः अर्जने. अत्र कथं पठामः इत्युक्ते अर्ज् अर्जने इति पठामः. धातुः धात्वार्थः अर्ज् अर्जने इति धातुः. अत्र वयं लटि प्रथमपुरुष एकवचनरूपं स्वीकृतवन्तः. तद् दृष्ट्वा वयम् अनुमानं कर्तुं शक्नुमः कस्मिन् गणे भवेत् इति अनुमानं कर्तुं शक्नुमः. आधिक्येन वयं ज्ञातुं शक्नुमः एतद् प्रथमपुरुष एकवचनं दृष्ट्वा एव, सर्वदा न, परन्तु आधिक्येन. अत्र किञ्चित् चिन्तनं कुर्मः. अर्जति इति रूपं जगन्नाथमहोदय प्रथमवारम् अर्जति इति दृष्ट्वा भवान् कस्मिन् गणे इति चिन्तितवान् वा? अहम् उपधायां कः वर्णः अस्ति? उपधायाम् अकारः अस्ति. अर्ज ओ ऋक ऋक रेफः रेपः अस्ति. अस्तु, अतः गुणः भवति वा न भवति वा? अर्ज इत्युक्तु न किमपि अर्ज न अत्र किमपि न भवति. वर्णमेलनं भवति विकरणप्रत्ययस्य अकार भूत्वा. तर्हि अर्ज इति भवति तिङ् प्रत्यय तस्मात् परं योजनेन अर्जति इति रूपम् आगच्छति. उत्तमम् उत्तमम् उत्तमम्. तत्र एव अतः एव तद् भुवादिगणधातुः अस्ति. किमपि अत्र गुणकार्यस्य अवसरः अपि किमपि नास्ति. एतद् धातुः शत्रन्तस्त्रीरूपं भवति. अर्जन्ती इति शत्रन्तस्त्रियां तस्य रूपमस्ति. एकमेव रूपमस्ति नुमागमः भूत्वा अर्जन्ती इति. एतद् भुवादिगणीयधातुः अस्ति. द्वितीयमपि करोतु महोदय. शुच् इति धातोः शो शुच् शोके इति धात्वार्थः. तस्य एतद् एतस्य लटिरूपं शोचति इति. तत्र अत्रापि पूर्वोत्तम उदाहरणवत् शुच् शोच् शोचत्र भवति ऊकारो भवति न एतत्तु एकनिमिषः अहं लिखितवान् कस्मिन् पुस्तके कस्मिन् पुस्तके लिखितवान् इति चिन्ता महोदय अस्तु शोचति इति शुच् ओ अत्र उपधायां उकार अस्ति तत्र तस्य तत्र गुणकार्यं भवति अतः कस्मिन् गणे कस्मिन् गणे गुणः भवति उपदायां स्थितवर्णस्य गुणः कस्मिन् गणे भवति तदेव अहं विस्मृतवान् चिन्मया भगिनी अदादिगणे न न चिन्मया भगिनी सहायं करोति वा प्रथमगणे प्रथमगणे प्रथमगणे उत्तमं प्रथमगणे उत्तमं अवगच्छति वा महोदय अत्र अदि भ्वादिगणे एव भवति तर्हि अत्र शुच् इति को भेदः तर्हि अर्ज् शुच् इति द्वयोः आम् अर्ज् तत्र उपधायां रेपः अस्ति रेपस्य तु गुणः न भवति किल ईकार उकार उकार ऋकार ऋकारयोः इक् वर्णयोः एव गुणः भवति चप् इति शप् इति प्रत्ययस्य पकारणे इदानीं स्मरामि चिन्मया भगिनी अग्रिमं करोति वा एज् इति धातुः आम् एज् कम्पने लटि एजति षष्ठः धातु तुदादिगणः इति अहं मन्ये उत्तमचिन्तनं तु उत्तमम् अस्ति परन्तु एतदपि भुवादिगणीयधातुः एव कथं जानीमः इत्युक्ते शत्रन्तरूपं दृष्ट्वा अत्र एजन्ती इति एव एकमेव रूपम् अस्ति तद्दृष्ट्वा एजन्ती इति रूपमस्ति अतः एतदपि भुवादिगणीयदातवः एव अग्रिममपि करोतु भगिनि ची चिनो ची चयने चिनोति लटि अतः पञ्चमः गणे स्वादिगणः उत्तमम् उत्तमम् अग्रिमम् हरिप्रसाद् महोदय करोति वा आं भगिनि शुष् इति धातु शोषणे लट् रूपमस्ति शुष्यति शुष्यति प्रायः चुरादिगणे आगच्छति वा न चुरादिगणे अस्ति चेत् ऐ इति आगच्छति किल शुष्यति शुषयति इति भवति प्रायशः शुषयति इति भवति अतः दिवादिगणे भवितुं शक्नोति यतः दिवादिगणे दिवादिगणीयधातुः एव महोदय शुष्यति इति रूपम् अस्ति किल यदा वयं प्रथमवारं कुर्मः किं कुर्मः इत्युक्ते शुष् इति धातुः ति इति तिङ् प्रत्ययः, मध्ये किम् अस्ति इति पश्यामः, तदा वयं ज्ञातुं शक्नुमः कस्मिन् गणे इति. अग्रिममपि करोतु महोदय. अस्तु, दिश् धातुः अर्थः अतिसर्जने लट्लकाररूपं दिशति. एषः तुदादिगणे आगच्छति इति मन्ये. कथं जानीमः? यदि भवादिगणे अस्ति तर्हि अत्र गुणः भवितव्यम् इति. उत्तमं, तदेव चिन्तनम्. उत्तमम्. अनन्तरं निराव् महोदय अग्रिमं करोति वा? आं भगिनि. विल् धातु वेलयति भवति. वेलयति चुरादिगणमिति मन्ये. उत्तमम्. आम्, चुरादिगणम् एव. तत्र गुणः भवति, अनन्तरम् ऐ इति आदेशः, वेलयति. आम्, उत्तमम्. अग्रिममपि करोतु महोदय. मी धातु मीनाति. मी धातु मीनाति. नवमगणः अस्ति वा? उत्तमं, क्रयादिगणः नवमगणः, नकारः विकरणप्रत्ययः. उत्तमम्. येन केनापि आगतं वा? अनानिमस् इति पश्यन्ति अस्ति. कः अस्ति? नाम उच्यताम्. पुष्पा भगिनी. पुष्पा भगिनी, आम्, स्वागतम्. किं चतुर्थकरपत्रमस्ति, धातुगण अभ्यासः इति चतुर्थकरपत्रम्. आम्, आम्. राजेन्द्रमहोदय करोति वा अग्रिमम्? आम् आम् आम् भगिनी. कृष् कृषति. कृष् धातुः विलेखने. अत्र तु चिन्तयामि तत्र तुदादि गणे षष्ठं गणः अस्ति. तुदादिगणः तथा तस्मिन् गणे अस्ति. कारणमस्ति यत् तत्र ऋकारा उपधायां ऋकारः अस्ति, तत् गुणं न भवति. यदि भवादिगणे आसीत् तत् कर् भवेत् तत्र, परन्तु अत्र तु कृष्यति एव भवति. तत्र अकारः यः श विकरणप्रति आगच्छति, अकारः यः शिष्यते, तत् कारणात् तत् कृष्यति रूपं भवति प्रथमं पुरुषे एकवचने. तत् कारणात् तत्र चिन्तयामि तुदादिगणे अस्ति. उत्तमम्, उत्तमम्. एतत् कृष् धातुः तु तुदादिगणीय यत् यदा इदानीं वयं दृष्टवन्तः, परन्तु कृष् धातुः भुवादिगणे अपि अस्ति. तस्य रूपं यदा महोदय उक्तवान् कर्षति इति भवति. अतः एतद् वयं अर्थं दृष्ट्वा एव वयं कृष् धातुः विलेखने इत्युक्ते तुदादिगणे. तत्र अहं चिन्तयामि अन्यत् किमपि अर्थमस्ति, समानार्थमपि भवितुम् अर्हति. कृष् धातुः भुवादिगणे अपि तुदादिगणे अपि रूपभिन्नरूपम् इति अपि भवितुम् अर्हति. परन्तु एतत्तु अभ्यासेन एव वयं ज्ञातुं शक्नुमः. परन्तु सूचनार्थं वदामि, कृष् धातुः सुदादिगणे अपि अस्ति, भुआदिगणे अपि अस्ति. एतत्तु यदा महोदय उक्तवान् एतत्तु सुदादिगणीयधातुः अस्ति. अग्रिममपि करोतु महोदय. आम् आं भगिनि, भि भये धातु अर्थः अत्र द्वितीय अस्ति रूपं प्रसङ्गपुरुषे एकवचन. अत्र तु द्वित्वं भवति, तत्कारणात् जुहोत्यादिगणे भवेत्, अत्र तृतीयगणे भवति भि धातु. उत्तमं महोदय. आम् इदानीं पुष्पा भगिनी करोति वा? पुष्पा भगिनी अस्ति वा? हा भगिनी, अत्र नकारः किं? हा अत्र हिंसति, मकारस्य नकारः परिवर्तनम् अस्ति. तत्तु कुत्र परिवर्तनं? मकारस्य नकारः आयाति न, न किमपि नास्ति. यदा हिंस इति अस्ति तत्र हिंसयति इति क्रियापदमस्ति. तत्र विकर्णप्रत्ययः कः? विकर्णप्रत्ययः अकारः. यकारः दृश्यते वा? यकारः, यकारः दृश्यते वा अत्र? हिंसयति न दृश्यते, अकारः दृश्यते. तत्तु तुदादिगणः. न भगिनि, पुनः पश्यतु, हिंसयति इति रूपमस्ति. ओ ओ ओहो हिनस्ति, ओ क्षम्यता, हा हिनस्ति, ओ क्षम्यता. आं वदतु भगिनि, क्षम्यता, हिनस्ति. आम् तत्र परिवर्तनं तु अस्ति, नकारः पूर्वे अस्ति. इदानीं वद, एकनिमिषं भगिनि. तत्र हिंस अस्ति किल, तत्र नकारः मध्ये आगच्छति, धातोः मध्ये नकारः आगच्छति. तत्र अनुस्वारस्य स्थाने इति न, परन्तु धातोः मध्ये नकारः आगच्छति. कस्मिन् गणे धातोः मध्ये नकारः आगच्छति? आदिगणे सप्तमगण पश्यतु, रुदादि, रुदादि, रुदादिगणः. तत्र अनुस्वारस्य स्थाने नकारः नास्ति, नकारः तु विकरणप्रत्ययः अस्ति, तद् मध्ये आगच्छति. हिन्नस्ति, सकारः अस्ति, हिनस्ति इति रूपं. मकारस्य लोपः भवति. तत्तु भिन्नकार्यम् अस्ति भगिनि, तद् रुदादिगणे वयं पश्यामः, तद् भिन्नकार्यमस्ति. परन्तु अत्र नकारः धातोः मध्ये आगच्छति. अन्तिम अग्रिममपि करोतु भगिनि. सम्यक्, एकनिमिषं भगिनि. हिनस्ति, सिव् सीव्यति, तत्र यकारः आयाति. तत्तु सीव्यति दिवादिगणे अस्ति. उत्तमम्. आम् उत्तमं, दिवादिगणीयधातु एव. उत्तमम्. अनन्तरं भगिनि, अहं तु गच्छामि, कोऽपि अस्ति. आम् आम् आम् अस्तु अस्तु अस्तु भगिनि, धन्यवादः. जगन्नाथमहोदय वदति वा, प्रश्नः अस्ति वा? अस्तु, क्षम्यतां, वयं धू इति धातुः. आम् अस्तु, धू इति, धू क कम्पने तस्य लटिरूपं धुनाति इति क्रियादिगणस्य नवमगणः. उत्तमम्. एतत् दू इति धातुः अपि विशेषणधातुः अस्ति. तत्तु चत्वारगणेषु अस्ति इत्युक्ते धू कम्पने इति अर्थे एव चुरादिगणे अस्ति. धवति धूनयति इति रूपम् अस्ति. धू कम्पने इति स्वादिगणे अपि अस्ति. धुनोति इति रूपं. धू विधूनने इति अर्थे तुदादिगणे अपि अस्ति. धुवति इति रूपं. चत्वारेषु गणेषु एतद् धातुः धू इति धातुः अस्ति. अत्र तु यदा महोदय उक्तवान् क्रयादिगणीयधातुः. अग्रिममपि करोतु महोदय. हिंस् इति हिंसायाम् इत्यर्थः. हिंस् इति धातोः लटिरूपं हिंसयति चूडादिगणे अस्ति दशमगणः. उत्तमम्. माला भगिनी करोति वा? हा. धातुः ध्वन् शब्दे इति धात्वर्थः. ध्वनति लटिरूपं. ध्वन् अ ति. अतः अहं चिन्तयामि भ्वादिगण. उत्तमम्. आम् अस्तु. भ्वादिगणीयधातुः अस्ति ध्वनति इति रूपम्. अनन्तरं टन् धातु तस्य अर्थः विस्तारे. लटिरूपं तनोति. अत्र तन् ओ टि. अतः तनादिगणः. उत्तमम्. उत्तमम्. उत्तमम्. सर्वे अवसरः प्राप्तवन्तः वा? अहं न कृतवती. स्पृश् धातुः अस्ति. स्पृश् संस्पर्शने स्पृशति लट्लकारे. तत्र विकरणप्रत्ययः अदृश्यते परन्तु गुणकार्यं न दृश्यते. अतः षष्ठम गणीय इति मन्ये. उत्तमम्. उत्तमं. तु दादि. अग्रिमम्. अनन्तरं तर्क भाषायां तर्कयति विकरणप्रत्यय अयदर्श दृश्यते तर्हि दशमगणीय. उत्तमम्. अनन्तरं चिन्मया भगिनी करोति वा? चिन्मया भगिनी अस्ति वा? Just one doubt. Hinasti saptamagane rudhadi. Is it correct? Hinasti rudhadi ganiya dhatu. Madhye nakaraha agachati ataha rudhadi ganiya dhatu. So du dunoti. दु उपतापे दुनोति. अतः पञ्चमगणे स्वादिगण. उत्तमम्. आम्. अग्रिममपि करोतु. भ्रू भरणे भरति प्रथमभ्वादिगणे. उत्तमम्. तत्र किमपि तत्र गुणः भवति अतः भुवादि गुणः भवति अतः भुवादिगणः. उत्तमं भगिनि. अनन्तरं निराव् महोदय. निराव् महोदय म्यूट् मध्ये आसन्. हरिप्रसाद् महोदय करोति वा? हरिप्रसाद् महोदय राजेन्द्रमहोदय करोतु. आं भगिनि, अत्र या धातु या धातुर्थः प्रापणे याति, अत्र तु किमपि विकरणप्रत्ययः न दृश्यते. तत् कारणात् अदादिगणे भवति, द्वितीयगणे. उत्तमम्. अग्रिममपि करोतु महोदय. नि नयति, नि अत्र तु अत्र तु चिन्तयामि, अत्र भवादिक प्रथमगणे अस्ति नि धातु. अत्र गुणः भवति, गुण इकार अकारयोजनेन तत् अय आदेशः भवति. तत् नायति प्रथमपुरुषे एकवचने रूपं भवति. तत् भवादिगणे हरिप्रसाद् महोदय अस्ति किल? क्षम्यतां भगिनि, मध्ये चिन्ता ड्राप् अभवत्. वदतु महोदय. झिर् इति धातुः झिर् अस्तु, झीर्यति इति वयोहानौ आगच्छति. वयोहानौ इत्युक्ते किम्? अर्थः किञ्चित् क्लेशः एव अस्ति महोदय. अर्थ अस्तु, दृष्ट्वा वदामि. अहमपि कोशे दृष्ट्वा एव वक्तुं शक्नोमि. अस्तु भगिनि. जीर्यति इत्युक्ते डैजस्ट् इति किल? जीर्यति जीर्ण, तदेव भवति. जीर्णः भवति इति. अस्तु, जीर्यति इति आगच्छति. जीर्यति तत्र चुरादिगणे भवति इति. तत्र कथं भवति इति एकवारं पुनः पश्यतु महोदय. झृ इति अस्ति, गुणः भवति. झृ गुणः भवति, भूत्वा किं भवति? जीर् इति भवति. जीर् योगः यकारः योगः ति इत्येव किल? आं भगिनि, तत्र यकारः एव अस्ति, ऐ इति नास्ति किल? अस्ति वा, एकवारम् अहमपि वदा पश्यामि. जीर् योगः आम् जीर् योग यकारः एव किल? ऐ इति भवति चेत् जीरयति इति रूपम् आगच्छति किल? जीवयति इत्येव अस्ति, यकारः एव विकरणप्रत्ययः. अतः कस्मिन् गणे अस्ति? ओ अस्तु, तर्हि दिवारि गणः इव दीव्यति तथा भवति. अहं भवत्याः भवती यत् उक्तवती पुनः एकवारं वदति वा? झृ इति धातुः अस्ति, तत्र गुणः भवति. आम्, झीर् इति भवति. झृ तस्य गुणः झीर् इति आगच्छति इति ऋकारस्य गुणः भवति. अस्तु, ऋकारस्य गुणः भवति, ईर् इति भवति, जीर् इति इदानीं धातुः अस्ति. जीर् आम्, तत्र य अपि च अनन्तरं योजितवन्तः. य अत्र दिवादिगणे आगच्छति, तथैव प्राप्तं वा? जीर्यति यदा चुरादिगणे अभविष्यत् तदा जीरयति इति रूपम् आगच्छति. अय इति विकरणप्रत्ययः किल, जीरयति इति अस्ति. इदानीं तु जीर्यति इति अस्ति, अतः दिवादिगणीयधातुः. अस्तु, अग्रिममपि करोतु महोदय. अग्रिममस्ति मा धातुः. माने इति अर्थस्य अर्थे आगच्छति, मायते इति लट्लकाररूपम्, एतदपि दिवादिगणे एव भवति. दिवादिगणे धातुः एव. उत्तमम्. अनन्तरं महोदय, माने माने मने किं? माने इत्युक्ते मापनं, मेजर् इति. अस्तु, धन्यवादः. इदानीं मीराव् महोदय अस्ति वा? नूतनतया येन केनापि आगतं वा? नूतन प्रायशः अहमेव पुनः आगतवान् भगिनी. ओ पुनः वा? ओ ओ ओ अस्तु अस्तु महोदय. माला भगिनी करोति वा? अस्तु. पू धातु, तस्य अर्थः पवने, लटिरूपमस्ति पुनाति. अत्र पुनाति विकरणप्रत्ययः ना इति अहं चिन्तयामि. तर्हि क्रियादिगणः. उत्तमम्. आम् तदेव. एतत् दीर्घत्वस्य लघुत्वं किम् इति वयं यदा गणपरिशीलनं कुर्मः तस्मिन् समये वयं द्रक्ष्यामः. पू इति पु इति भवति, नकारः एव अस्माकं विषयः अस्ति, अतः पुनाति. अग्रिममपि. अनन्तरं भिद् धातु, तस्य अर्थः विदारणे, लटिरूपमस्ति भिन्नति. अत्र भिद् भिन्नति भिन्नति अत्र दकारः न तिष्ठति. दकारः अस्ति, न आगच्छति, अतः रुधादि वा? मध्ये आगच्छति. आम्, रुधादिः एव मध्ये आगच्छति. नकारः दकार दकारतकारयोः मेलनं भवति, हल् सन्धिः. कस्य सन्धि? हल् सन्धिः. हल् सन्धिः अहं चिन्तयामि तत्र तु चत्वसन्धिः भवति, करी च. आम्, तद् भवति चत्वसन्धिः भूत्वा न दकारतकारयोः भिनत्ति इति रूपम्. दकारस्य स्थाने प्रथमतकारः आगच्छति. भिनत्ति इति रूपम्. अस्तु अस्तु. चिन्मया भगिनी करोति वा? आम्. दरिद्रा दुर्गतौ दरिद्राति लटिरूपे षष्ठ गणः कस्मिन् गणे भगिनि? अत्र दरिद्रा इति धातुः ती एव योजयामः. किमपि अस्ति वा मध्ये? नास्ति. अतः प्रथमगणे प्रथमगणे तु अकारः अस्ति किल. सोरि, द्वितीयगण. आम् आम् उत्तमं. द्वितीयगणः अदादिगणे. दरिद्रा इति अपि विशेषधातुः अस्ति, अतः तस्मिन् प्रक्रिया भिन्ना भवति. यदा वयम् अदादिगणे पठामः तत्र आगच्छति दरिद्रा इति धातुः. किं भवति आ अधिक अ तस्य सन्धि किं भवति? सवर्णदीर्घसन्धिः भवति किल. तर्हि आ एव भवति चेत् कथं जानीमः अत्र दरिद्रा अधिक अ नास्ति वा अस्ति वा न अत्र दरिद्रा एव धातुः अस्ति ति इति विकर्णप्रत्यये योजयामः किमपि मध्ये नास्ति तत् दरिद्रा भवितुम् अर्हति किल अस्ति चेत् तत्तु सवर्णदीर्घसन्धिः इति विषये वा तत्र किमपि अन्यकार्यम् अस्ति भगिनि यदा वयम् अ इति योजयामः चेत् सवर्णदीर्घसन्धिः इत्येव न किमपि अन्यपूर्वपरयोः स्थाने पूर्वादेशः इति अपि आगच्छति तद् भिन्नकार्यमस्ति परन्तु दरिद्रा इति धातुः विषये दरिद्रा इति विशेषधातुः अदादिगणे तस्य प्रक्रिया तु भिन्ना अस्ति दरिद्रा इति धातुः स्वीकृत्य तस्य निर्माणार्थं बहु किमपि कार्यं भवति अस्तु वा इदानीं ज्योति भगिनी वदति वा भाज् पृथक् कर्मणि भाजयति अय दृश्यते अतः दशमगणे तदनन्तरं मन् ज्ञाने मन्यते अत्रापि सरलम् एव य दृश्यते अतः चतुर्थगणे जगन्नाथमहोदय वदति वा महोदय अस्ति वा एकनिमिषम् अहं मम कम्प्यूटर् किमपि क्लेशः ददाति अन्यकोपि राजेन्द्रमहोदय वदति वा आम् आं भगिनि जि जये प्रथमपुरुषे एकवचन रूपं जायते अत्र तु न चिन्तयामि प्रथमगणे भवादिगणे अस्ति यथा इकारस्य गुणः भवति इकार आकार मेलनेन तत् आय आगच्छति आदेशः भवति तत्कारणात् जयति रूपं भवति भवादिगणे प्रथमगणे उत्तमं महोदय अग्रिममपि क्लिश् क्लिश् नाति अत्र तु क्लिश् न आगच्छति क्षणात् तत् तत्कारणात् तत्र क्रियादिगणे क्रियादिगणे भवति नोमे नोमे गणे भवति क्लिश्नाति क्लिश्नाति रूपं क्लिश् धातर्थः विभाजने विभाजने उत्तमं न जानामि विभाजने किम् अस्ति क्लिश् क्लिश्नाति परन्तु क्लेशः इति अर्थम् अस्ति इति अहं चिन्तयामि क्लेशः अर्थे एव इति चिन्तयामि अहं दृष्ट्वा वदामि अनन्तरम् अनन्तरं अस्ति माला भगिनी वदति वा खन् धातु तस्य अर्थः अवधारणे लट् रूप लटिरूपम् अस्ति खनति खन् खन् प्लस् खन् योग अ टि अतः भ्वादिगणे इति चिन्तयामि तस्य शत्रन्तरूपम् अस्ति खनन्ति इति एकमेव रूपम् अस्ति अतः तदपि यदा किमपि गुणस्य अवसरः नास्ति चेदपि तत्र खनति इति रूपम् अतः भुवादिगणीय धातुः अस्ति अस्तु द्वितीयमपि करोतु भगिनि अनन्तरं पुंस् धातु तस्य अर्थः अभिवर्धने पुंसयति इति लटिरूपं पुंस् योग अय योगति इति भवति अतः चुरादिगणे उत्तमं भगिनि आम् चुरादिगणे दातु उत्तमम् अनन्तरं ज्योति भगिनि क्षम्यतां हरिप्रसाद् महोदय वदति वा अस्तु भगिनि न इति धातु शौचे विषये आगच्छति स्नानम् इत्यादि अर्थे लट्लकाररूपमस्ति स्नाति तत्र विकरणप्रत्ययस्य प्रायः लोपः भवति अदादिगणे द्वितीयगणे आगच्छति इति मन्ये उत्तमं महोदय. अग्रिमं जीव इति धातु प्राणधारणविषये आगच्छति. जीवति इति तस्य लट्लकाररूपं. जीवति अत्र विकरणप्रत्यये तु अभवति. जीवति जीवति प्रथमगणे एव भवति इति मन्ये, किन्तु तत्र भुवादिगणे एव अस्ति. आं भुवादिगणीयधातुः एव. जीवति जीवन्ती इति शत्रन्तस्त्रीरूपम् एकमेव अस्ति, अतः तदपि भुवादिगणीयधातुः एव. अत्र अस्मिन् क्रियापदविषये तु वयं शत्रन्तरूपं दृष्ट्वा एव जानीमः भगिनि, किमर्थमित्युक्ते अत्र निश्चयेन क्लेशः आसीत् मम. आम् आम् निश्चयेन आगच्छति. शत्रन्तरूपं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः एतद् भुवादिगणीयः वा तुदादिगणीयः वा इति, तद् दृष्ट्वा एव वयं वक्तुं शक्नुमः. धातुः दृष्ट्वा न कदापि, लटीरूपं दृष्ट्वा अपि वयं ज्ञातुं न शक्नुमः. किमर्थम् इत्युक्ते अकारः एव अस्ति, तत्रापि अस्ति, अत्रापि अस्ति, गुणः प्रसक्तिः नास्ति, अतः शत्रन्तरूपं दृष्ट्वा एव. अपि च तत्र इतोपि अन्यः प्रश्नः अस्ति, शत्रन्तरूपम् एतस्य एतस्य एकः एव रूपम् एकमेव रूपम् इति कथं जानीमः? भुवादिगणीयधातुः अस्ति चेत् एकः एव रूपं, नित्यरूपम् इति उक्त्वा एकः एव रूपम् अस्ति. यदा दिवादिगणीयधातुः अस्ति चेत् तत्र रूपद्वयं भवति, वैकल्पिकरूपमपि आगच्छति तत्र. क्षम्यतां, दिवादि नास्ति, तुदादिगणि. तुदादिगणे षष्टमगण, तत्र रूपद्वयं भवति, वैकल्पिकरूपम् अस्ति. अत्र नास्ति, अत्र भुवादिगणे एकः एव रूपं. तद्वयं यदा किमपि धातु पाठपुस्तकं किमपि स्वीकृत्य पश्यामः चेत् तत्र वयं रूपं ज्ञातुं शक्नुमः. सर्वदा यदा लिखन्ति इति रूपम् अस्ति इति, लिखन्ति लिखति इति रूपम् अस्ति इति वयं प्रायः अभ्यासेन वयं ज्ञातवन्तः. परन्तु यदा नूतनधातुः अस्ति, शत्रन्तरूपं वयं न जानामि चेत् एतत् पुस्तकं स्वीकृत्य एव वयं दृष्ट्वा अवगन्तुं शक्नुमः एकः एव रूपम्, अतः एतद् भुवादिगणीयधातुः इति. अस्तु अस्तु. जगन्नाथमहोदय इदानीं वदति वा? क्षिणोति, क्षम्यता, क्षि इति हिंसायां अत्र तस्य लटीरूपं क्षिणोति, तर्हि जुहोत्यादिगणे तृतीयगणे अस्ति. क्षिणोति किमर्थं जुहोत्यादिगणे महोदय? क्षि नो इति आगच्छति. आमामाम् आम्, तत्र नु इति अस्वादिगणे अस्ति, पञ्चमगणे. आम्, तत्र नत्वमपि भवति, नकारस्य नकारः इति नत्वमपि अपि भूत्वा शृणोति इति रूपं पञ्चमगणे स्वादिगणे. अग्रिममपि करोतु महोदय. दा इति दाय् इति दाने इति अर्थः, ददाति इति लटीरूपं तृतीयगणे अस्ति. जुहोत्यादिगणे, जुहोत्यादिगणे द्वित्वमस्ति, अतः जुहोत्यादिगणे. उत्तमं महोदय. अनन्तरम् अग्रिमद्वयं कुर्मः. माला भगिनी वदति वा? अस्तु. ध्वन् धातु अर्थः शब्दे तस्य लट्लकाररूपमस्ति ध्वनयति. अत्र ध्वन् योग य योगति अतः ध्वनयति. चुरादिगणः इति अहं चिन्तयामि. आं सम्यक् भगिनि. अस्तु. मुञ्च् मुच् धातु धातर्थः मोक्षणे मुञ्चति इति लट्लकाररूपम्. अत्र नकारः मध्ये आगच्छति. एतत् नकारः नास्ति भगिनि. मुञ्चति इति तत्र ञकारः अस्ति. तत् चवर्गीयस्य तद् केनापि अन्यसूत्रेण आगच्छति. परन्तु इदानीं वयं किं पश्यामः चेत् मुच् इति धातुः स्वीकरोतु. तत्र गुणः भवति वा न वा उपधायाम्? उकारस्य ओकारः भवितुम् अर्हति अतः भ्वादिगणे. ओकारः भवति चेत् भ्वादिगणे. न भवति अत्र न अभवत् तर्हि तुदादिगणः वा? आम् तुदादिगणीयधातुः अस्ति. आम् अस्तु. उत्तमम्. मुञ्चति ञकारस्य विषये वयं यदा तुदादिगणे पश्यामः तस्मिन् समये वयं परिशीलयामः. तत् अन्यकार्यम् अस्ति ञकारस्य आगमनं. एतावता कोऽपि प्रश्नः अस्ति वा? स्पष्टं वा? स्पष्टं वा भगिनि? अवशिष्टभागं गृहपाठरूपेण करोतु. अग्रिमसप्ताहे वयं मिलामः. अस्तु. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवाद. धन्यवादः. Thank you.